गतवर्गे शत्रन्तप्रातिपदिकस्य सुबन्तपदनिर्माणं कथं भवति इति अस्माभिः आरब्धं। तत्र अस्माभिः पठितं यत् यद्यपि तकारान्तप्रातिपदिकम् अस्ति पुल्लिङ्गे नपुंसकलिङ्गे, परन्तु तस्य सुबन्त सुबन्तपदनिर्माणप्रक्रिया तकारान्त प्रातिपदिकसुबन्तसुबन्त निर्माणप्रक्रियायाः भिद्यते। किमर्थं तत्र किं करणीयं महोदय? अन्य कोऽपि न आगतवती भगिनी अस्ति इदानीं महोदय आगतवान् भवती श्रोतुं न शक्नोति वा? श्रूयते वा महोदय? सा प्रायः एषा अस्ति चिन्तयामि। भगिनी श्रूयते वा? आम् इदानीं श्रूयामि। अस्तु अस्तु आम् आम् आम् आं महोदय। अद्य भवती सम्भाषणमपि करोति अथवा केवलं म्यूट् मध्ये एव? श्रुणोमि महोदय, अद्यपि क्षम्यतां महोदय, श्रुणोमि महोदय। अस्तु पठतु भगिनी, अत द्वौ एव स्तः, अतः भवती अपि पठतु, तत्र क्लेशः नास्ति खलु तत्र, अन्यथा अहम् एक एव भवामि। महोदय श्रूयते वा? न श्रूयते महोदय। न श्रूयते महोदय, किमपि न श्रूयते। श्रूयते वा? मलत् भगिनी मम ध्वनिः श्रोतुं शक्नोति भवती खलु? आम् आम् आम् आम् आम्। प्रायः महोदयस्य ध्वनिः न आगच्छति, किमपि न आगच्छति तत्र, प्रायः तत्रापि सिग्नल् नास्ति इति दृश्यते तत्र। किमपि महोदय म्यूट् मध्ये नास्ति, परन्तु सिग्नल् नास्ति। मीना भगिनी श्रोतुं शक्नोति वा? मीना महोदय श्रोतुं शक्नोति खलु? इदानीं मध्ये न श्रुतं किमपि। महोदय न श्रूयते, श्रूयते वा? विजय भगिनी अस्ति वा? नास्ति अस्ति वा? नास्ति आम् महोदय, श्रोतुं शक्नोति वा? मध्ये मध्ये आगच्छति, किमपि न श्रुतं मध्ये, इदानीमपि मध्ये मध्ये भवतः ध्वनिः मदर् भगिनी श्रोतुं शक्नोति, अहमपि श्रोतुं शक्नोमि, भवतः ध्वनिः न आयाति इदानीमपि। मीना भगिनी ध्वनिः न श्रूयते? न न, मीना भगिनी उक्तवती इदानीं श्रूयते, पर इदानीं नास्ति, पर किञ्चित् मध्ये मध्ये आगच्छति महोदय। अस्तु तर्हि रक्षामः अपि न महोदय, न श्रोतुं शक्नोमि. हलो हलो हा महोदय, न महोदय तत्र बहु क्षीणा अस्ति भवतः ध्वनिः, न श्रूयते, मध्ये मध्ये भग्नः भवति, किमपि न श्रूयते. हलो अस्तु तर्हि शत्रन्तसुबन्तनिर्माणम् इति विषयः अस्ति, तद् वयं पश्यामः. तत्र मुख्यभेदः अस्ति नुमागमः भवति, नुमागमः भवति इति भेदः अस्ति. तत्र किमर्थं नुमागमः भवति, तत्र सूत्राणि सन्ति. उगितचां सर्वनामस्थाने अधातोः, नाम सर्वनामस्थानप्रत्ययपरे अस्ति चेत् शत्रन्तप्रातिपदिकस्य नुमागमः भवति. नपुंसकस्य झलचः, नपुंसकलिङ्गे झल् अथवा अजन्त अङ्गस्य नुमागमः भवति सर्वनामस्थाने प्रत्ययपरे. अभ्यस्त अङ्गमस्ति चेत् न भवति नुमागमः. केन सूत्रेण? नाभ्यस्तात् शतुः इति सूत्रेण. परन्तु नपुंसकलिङ्गे तु अभ्यस्त अङ्गस्य भवति विकल्पेन वा नपुंसकस्य. आची नद्योर्नुम् इति सूत्रमस्ति. तत्र शी प्रत्यय अथवा नदी प्रत्ययपरे अस्ति चेत् अकारान्त अङ्गस्य नुमागमः भवति. शप्शनोर्नित्यम् इति अपि सूत्रमस्ति. शप्शनोर्नित्यम् इति अपि सूत्रमस्ति. तत्र किमस्ति? शी प्रत्ययपरे अथवा नदी प्रत्ययपरे पुनः शप्शन् इति अस्ति चेत् तत्र नित्यं नुमागमः भवति इति अस्ति. इति अस्माभिः पठितम्. अस्माभिः पुल्लिङ्गे व्यवस्था का अस्ति, स्त्रीलिङ्गे का अस्ति, नपुंसकलिङ्गे का अस्ति इति अस्माभिः तत्र संक्षिप्तरूपेण अस्माभिः तस्य ब्रीफ् मध्ये अस्माभिः पठितम्. इदानीं वयं किम् इदानीं वयं सम्यक् रीत्या पुनः पठिष्यामः. अस्तु, प्रश्नः अस्ति वा कस्यापि? नास्ति महोदय, अहम् एकवारं पुनः वदामि मम तत्र किञ्चित् दृढतार्थं तत्र एकवारं वदामि. तत्र पुल्लिङ्गे उगितचां सरणमस्थाने इत्यनेन सरणम पञ्चसु स्थलेषु नुमागमः भवति यदा सुबन्तप्रक्रिया अवसरे इति अस्ति. एकमस्ति नपुंसकलिङ्गे सुबन्तप्रक्रिया अवसरे तत्र किमस्ति, अत्र नपुंसकस्य जलचः इत्यनेन सरणमस्थाने तत्र बहुवचने तत्र नुमागमः भवति, बहुवचने नुमागमः भवति इति अस्ति. अपि च एतदस्ति इदानीं जुहोत्यादिगणे पुल्लिङ्गे न भवति नाभ्यस्तचतुः, परन्तु वा नपुंसक इत्यनेन ज्योत्यादिगणे अपि भवति नपुंसकलिङ्गे इति अस्ति. अत्र बहुवचने एव, बहुवचने इदानीं जीव सर्वनामस्थाने बहुवचने एव सर्वनामस्थानमस्ति. दशकोशी इति शी सर्वनामस्थान इत्यनेन सर्वनामसंज्ञा भवति इति अस्ति. इदानीं द्विवचने इदानीं नुमागमः नपुंसकलिङ्गे द्विवचने अपि भवति, तत्र तदपि सुबन्तप्रक्रियावसरे एव भवति. तत्र आची नद्योर्नुम् इत्यनेन तत्र नुमागमः भवति विकल्पेन इति सूत्रं वदति. अवर्णन्तात् नदीसंज्ञकात् अपि च शी इत्यस्य स्थाने तत्र शी इति यत्र भवति तत्र नुमागमः भवति इति अस्ति. विकल्पेन भवति इति अस्ति. इदानीं तस्य वैकल्पिकं शप्शनोर्नित्यम् इत्यनेन तत्र नित्यं भवति. शप् अपि शन् इति अस्ति तत्र स्त्रीलिङ्गे, तत्र नित्यं भवति. तर्हि तु श्या इति प्रत्ययपरे एतत् अदन्त नास्ति, तत्र नुमागमः वैकल्पिकं भवति इति अस्ति खलु महोदय? सम्यक् रीत्या भवति न श्रूयते महोदय. न श्रूयते. आमां भवतः ध्वनिः न श्रूयते इदानीं. हलो. हा आम् इदानीं श्रूयते महोदय. मध्ये भवतः ध्वनिः खण्डिता भवति, भग्नः भवति इदानीम्. इदानीं श्रूयते. अस्तु अग्रे. श्रीलिङ्गे नित्यं नित्यं भवति वा महोदय? शप्शन् इत्यत्र नित्यं भवति. शप्शन् सुधादिगणे न भवति, तत्र सुधादिगणे वैकल्पिकं भवति. शप्शन् नास्ति खलु श इति. अवर्णात् आची नद्यो नुम् इति अस्ति, अवर्ण अङ्गं भवति. तत्र शप्शन् अवर्ण अङ्गमस्ति, श अपि अवर्ण अङ्गमस्ति. श इत्यस्मिन् विकल्पेन भवति. किमर्थं शप्शन् नित्यम् एव तत्र एव अस्ति नित्यम् इति. अतः तुदति तुदन्ति इति द्वयमपि भवति इति अस्ति. पुल्लिङ्गे नपुंसलिङ्गे न समानम् अस्ति वा? नुमागं भवति, समानमस्ति सर्वनामस्थाने एव. परन्तु सर्वनामस्थ नपुंसकलिङ्गे सर्वनामस्थानं केवलं बहुवचने एव भवति इति कृत्वा तत्र अस्ति. तत्र तत्र पुल्लिङ्गे अस्ति वा? न, पुल्लिङ्गे सर्वनामस्थाने पञ्चसु स्थलेषु भवति इति अस्ति खलु. किं सूत्रमस्ति? उगितचां सर्वनामस्थाने इति. सुड् आनपुंसकस्य इत्यनेन पञ्चसु स्थलेषु सर्वनामस्थानसंज्ञा भवति. तत्र तत्र भवति एव पुल्लिङ्गे सर्वदा भवति. नपुंसकलिङ्गे नपुंसकलिङ्गे तत्र भवति एव सर्वदा भवति. परन्तु एकमस्ति पुल्लिङ्गे नाभ्यश्चतु अभ्यस्तसंज्ञकस्य तत्र नुमागमः न भवति. ज्योत्यादिगणे पुल्लिङ्गस्य नुमागमः न भवति. तर्हि नपुंसकलिङ्गस्य अनेन सूत्रेणैव निमागमः न भवितुम् अर्हति. परन्तु तत्र वा नपुंसकस्य इत्यनेन तत्रापि तत्र विकल्पेन भवति इति अस्ति. तत्र ज्योत्यादिगणे अपि नपुंसकलिङ्गे भवति, परन्तु पुल्लिङ्गे न भवति. नपुंसकलिङ्गे विकल्पेन भवति इति अस्ति. सम्यक् खलु महोदय? आम्. नपुंसके बहुवचने सर्वदा नुमागमः भवति वा? आम् सर्वदा भवति, परन्तु ज्योत्यादिगणे विकल्पेन भवति नपुंसकलिङ्गे. सर्वदा भवति बहुवचने नपुंसकलिङ्गे सर्वदा भवति नुमागमः. ज्योत्यादिगणे विकल्पेन भवति इति अस्ति. ज्योत्यादिगणे इति अस्ति. अवगच्छन्ति वा सर्वे? आं महोदय, किञ्चित् क्लेशः अस्ति परन्तु अवगच्छामि. अभ्यासेन भवति तत्र अभ्यासं कृत्वा वयम् आवश्यकः अस्ति. एकवारं पुनः पठतु. अस्तु महोदय, इदानीं श्रूयते. रघुपति महोदय. हा हा महोदय. भवान् अग्रे पठतु. हा कुत्र अस्ति? हा, गन्धातोः सप्तसु विभक्तिषु त्रिषु वचनेषु शत्रन्तस्य सुबन्तनिर्माणम्. एकनिमिषं महोदय. गम् धातोः एकनिमिष उदाहरणम् अस्तु अस्तु ततः पठामि. अस्तु उदाहरणमस्ति गम् धातोः. श्रूयते खलु महोदय? इदानीं श्रोतुं शक्नोति वा? अस्तु. गम् धातोः सप्तसु विभक्तिषु त्रिषु वचनेषु शत्रन्तस्य सुबन्तनिर्माणम्. यदा प्रातिपदिकं सिद्धं तदा कार्यं सर्वेषां गणानां कृते समानं. नवसु गणेषु नुमागमः सर्वनामस्थानसंज्ञकेषु प्रत्ययेषु. ज्योत्यादिगणे नुमागमः न भवति अभ्यस्तसंज्ञकत्वात्. अनन्तरं कुत्र तत्र पश्यतु भगिनि, तत्र उदाहरणं गम् धातोः इति दत्तमस्ति खलु. तत्र अधः गच्छतु. गच्छत् योगसु अस्ति. ततः उपरि, ततः उपरि गच्छत्, ततः उपरि किञ्चित् उपरि. उदाहरणम् इति अस्ति खलु गम् धातोः, ततः एव आदौ. अनन्तरं अनन्तरं सुप्रत्ययस्य संयोजनम्. अयं सुप्रत्ययः अजादि चेत् केवलं वर्णमेरणं. शत्रन्तप्रातिपदिकं हलन्तं तकारान्तम्. अतः सुप्रत्ययः हलादिः चेत् हल्सन्धिः करणीयः यथा प्रसक्तिः इति अस्ति. अत्र प्रातिपदिकं सिद्धं तत्र सर्वेषां गणानां कृते तत्र पुल्लिङ्गे समानमस्ति समानमस्ति नुमागमः, परन्तु ज्योत्यादिगणे नुमागमः न भवति इति अस्ति. अनन्तरं सुप्रत्यय यदा योजनं भवति तत् हलन्त अस्ति इति कृत्वा तत्र किं भवति, सुप्रत्ययः अजादि चेत् केवलं वर्णमेलनं, हलन्त अस्ति हलादि अस्ति चेत् सुप्रत्ययः तत्र हल्सन्धेः प्रसक्तिः भवति इति अस्ति. तत्र सूत्रमस्ति सौजस् मौट्स् चस् भ्यां धिस् गें भ्यां नस् नसि भ्यां नस् ओस् सां ओसुप् इति सौजस् मौट् षट् तत्र तत्र अष्टादशप्रत्ययाः सन्ति. सुओजस् अमौषस् ताभ्यां भिस् ङेभ्यां भ्यस् नसिभ्यां भ्यस् ङस् ओस् आम् ङि ओसुप् इति अस्ति. इदानीं गच्छत्यगसु इति अस्ति. गच्छत्यगसु उपदेशनासिके इत्यनेन तस्य लोपः सकार एव अवशिष्यते. गच्छत्यगसु इदानीं तत्र सु इति उगितचां स्वर्णामस्थाने अधातोः इत्यनेन नुमागमः भवति. तत्र स्वर्णामस्थानमस्ति सु इति सुडनपुंसकस्य इत्यनेन तत्र पञ्चस्थलेषु औ पर्यन्तं द्विवचने औ पर्यन्तं तत्र स्वर्णामसंज्ञका अस्ति. अतः तत्र भवति गच्छ यदा तत्र योजनं भवति. अतः नुमागमः. एकनिमिषं महोदय. हेलो, क्षम्यतां महोदय. एक क्षम्यतां, कोऽपि आगतवान् आसीत्. एकनिमिषं महोदय. तर्हि अग्रे पठामि. नुमागमः, तर्हि नुमागमः भवति सर्वनामस्थाने इत्यनेन. गच्छन्ति यगसु इति अस्ति. इदानीं तत्र इदानीं तत्र हलन्तात् सुप्रत्ययः अस्ति. अतः हल् व्याभ्यो दीर्घसूतिस्य पृक्तम् इत्यनेन अपृक्तसंज्ञकः अस्ति सकारः स इति. अतः लोपः भवति. गच्छन्ति इति भवति. इदानीं पदान्ते अस्ति अतः संयोगान्तस्य लोपः. पदान्ते संयोगान्तस्य लोपः इत्यनेन संयोगान्तस्य पदस्य अन्तिमवर्णस्य लोपः भवति. तर्हि गच्छन् सकारस्य लोपः. अतः गच्छन् इति गच्छत् इति प्रातिपदिकस्य पुल्लिङ्गे गच्छन् इति प्रथमा विभक्ति एकवचनरूपम् इति अस्ति. अग्रे पठामि वा महोदय. अस्माभिः इदं गतरविवासरे अपि चर्चितं सु अस्ति चेत् कथं भवति. न श्रूयते महोदय. हलो, हा इदानीं श्रूयते. मध्ये मध्ये न आगच्छति भवतः ध्वनिः. जानामि. इदानीं श्रूयते महोदय. इदानीं श्रूयते. श्रूयते. अग्रे अग्रे. तर्हि अत्र अपृक्त एकालप्रत्ययः इति अस्माभिः पठितं. हल् न्याभ्यो दीर्घाश्दिशि पृक्तं हल् इति अस्माभिः पूर्णमेव पठितम्. इदं सूत्रं पुनः एकवारं पठितु महोदय. मुख्यसूत्रमस्ति. अस्तु अस्तु. तत्र मीना भगिनी अपि विस्मृतम् हल् ग्याभ्यो दीर्घसूतिस्य पृक्तं सूतिश्च पृक्तं हल्. हलन्तात् दीर्घन्त्यात् दीर्घाबन्तात् सूतिसि इति तेषाम् अपृक्तसंज्ञकस्य हल् हलः लोपः. अनेन प्रथमाविभक्तौ सुप्रत्यय इत्यस्य सक सु लोपः इति. यदा सु इति लोपः भवति लङि प्रथमपुरुषे त् इति लोपः. तत्र लङ् तत्र त एव अस्ति. एकाल् अस्ति इति कृत्वा त भवति. मध्यमपुरुषे स् इति मध्यमपुरुषे सि इत्यस्य सु इति भवति हल् लङ्लकारे. तस्य लोपः. हल् च णी च आप् च एतेः इतरेतर द्वन्द्वः. हल्ङ्ग्यापः तेभ्य हल्ङ्ग्याप्य हल्ङ्ग्याभ्यः इति. सुश्च तिश्च सिश्च तेषां समाहारद्वन्द्वः. सूतिसि सुतिसिनः अपृक्तः अपृक्तं सुतिश्च पृक्तम् इति भवति. तत्र समासः अस्ति. हल्ङ्ग्याभ्यः इति पञ्चम्यन्तं दीर्घात् पञ्चम्यन्तं सुतिश्च पृक्तं पञ्चमन्तं हलन् हल् प्रथमान्तम् अनेकवदेव सूत्रमस्ति. लोपोर्वेवलि इत्यस्मात् लोप इत्यस्य अनुवृत्तिः अस्ति. अत्र कर्मणि प्रयोगे लुप्यते इति स्वरूपविकारः लुप्यते हल्लुप्यते इति अनुवृत्तिसहितसूत्रमस्ति दीर्घात् हल्ङ्याभ्यो सूतीसि अप्रुक्तं हल्लुप्यते तर्हि दीर्घात् इत्युक्ते तत्र दीर्घ नी नी इत्युक्ते तत्र दीर्घ इकारान्तस्त्रीलिङ्ग अपि च आप् आकारान्तस्त्रीलिङ्ग तत्र सुप्रत्ययस्य लोपः भवति इति अस्ति त्रिलिङ्गे अपि च हलन्तात् तत्र तत्रापि सुप्रत्ययस्य लोपः भवति अनन्तरं तत्र तिगन्तप्रकरणे ति सि इति अत्र अपृक्ता भवति लङ्लकारे एकाल् भवति तदा तस्यापि हलन्त अस्ति चेत् हलन्ताङ्गमस्ति चेत् तस्यापि लोपः भवति इति एतत् सूत्रम् अस्ति. अस्तु तर्हि इति अस्माभिः पूर्वं पठितं दीर्घ अङ्ग दीर्घ दीर्घ दीर्घन्त्यात् हल्न्या हलन्तात् आबन्तात् अपि च न्यबन्तात् इति सुप् प्रत्ययस्य अपृक्तरूपं पिप् प्रत्ययस्य अपृक्तरूपं सि प्रत्ययस्य अपृक्तरूपम् अस्ति चेत् तस्य लोपः भवति. अत्र हलन्त अस्ति सकारान्तहलन्त अस्ति खलु शत्रन्तप्रातिपदिकम् अत्र सूतस्य सकारस्य लोपः भवति. अस्तु अत्र विजया महोदय श्रूयते वा? हलो रूपति महोदय श्रूयते वा? अस्मि अस्मि. श्रूयते महोदय. अग्रे पठतु. गच्छत् योगः औ गच्छत् योगः औ उगिदचां सर्वनामस्थाने अधातोः इत्यनेन नुम् आगमः मिदचोऽन्त्यात् परः इत्यनेन नुम् अन्त्यात् स्वरात् परे गच्छन्नत् इति भवति. गच्छन्नत् योगः औ वर्णमेलनेन गच्छन्तौ इति भवति. गच्छन्नत् नास्ति महोदय, गच्छन्त्. आमां गच्छन्त् गच्छन्त् इति अस्ति अत्र वर्णमेलनेन गच्छन्तौ इति भवति. आं महोदय. अस्तु अग्रे पठामि वा? गच्छत् योगः जस् छुटु तसि लोपः इत्याभ्यां यज् लोपः अस्येव तिष्ठति. गच्छत् योगः अस् उगिदचं सर्वनामस्थाने अधातोः इत्यनेन नुम् आगमः मिदचोऽन्त्यात् परः इत्यनेन नुम् अन्त्यात् स्वरात् परे गच्छन्त् योगः अस् वर्णमेलनेन गच्छन्तस् इति गच्छन्तस् इति भवति. अनन्तरं ऋत्वविसर्गौ अत्र गच्छन्तः इति अन्तिमरूपं भवति. इदानीं गच्छन् योगः तरु उपदेश जानुनासिक इति इत्यनेन गच्छन् गच्छन्त इति भवति. विराम अवसानम् अत्र करावसानयोर् विसर्जनीयः इत्याभ्याम् अवसान अवस्थायां रेपः स्थाने विसर्गः आदेशः अतः गच्छन्तः इति भवति. उत्तमम्. अग्रे गच्छत् योगः अम् महोदय अत्र उगितचां सर्वनमस्थाने धातोः अत्र कुत्र अस्ति उगित? विजय महोदय वदतु उगित् कुत्र अस्ति? उगित् उगित् अत्र पूर्वं किम् अस्ति? गच्छत् योगः जस् अत्र अत्र महोदय जस् इति गम्लुरु सर्वनामस्थानप्रत्ययः अस्ति इति सूत्रे जस् सर्वनामस्थान इति जानाति खलु? आम् गच्छत् इति उगित् अस्ति. विजया महोदय गच्छत् उगित् किमर्थमस्ति? अत्र यत्र उकारः उक् तिष्ठति तत्र उगितचां सर्वनामस्थाने सु औट् जस् अम् औट् एतत् स्थाने दुमागमः भवति. तर्हि उगित् अङ्गम् इत्युक्ते किम्? अस्ति खलु महोदय एतदेव न उगित् उगित् उगित् इत्युक्ते किं प्रथमं तु एतत् वदतु उकारः इति भवति केवलम् उकारः वा अत्र उक् प्रत्यारस्य वर्णः इत् अस्ति तस्य उगित् भवति इति ऋकारः उगित् ऋकार उक् प्रत्यारे अस्ति उगित् इत्युक्ते उक् इत् यस्य सः उक् इत्युक्ते किम् उक् प्रत्याहार उक् प्रत्याहारे अ इ उन् री लृक् खलु अ इलृ तत्र ऊरीलृ इति अस्ति उक् मध्ये तर्हि इदानीं गच्छत् मध्ये उकारस्य ऋकारस्य अथवा लृकारस्य इत्संज्ञा अस्ति चेत् उगित् अस्ति इदानीं गच्छत् मध्ये कस्य इत्संज्ञा अस्ति वदतु महोदय गच्छत् मध्ये प्रातिपदिके कस्य इत्संज्ञा अस्ति अत्र तकारः वा महोदय परन्तु तकारः वस्तुतः प्रत्ययः अस्ति किं महोदय प्रत्ययः अस्ति प्रत्ययः गच्छत् मध्ये प्रत्ययः अस्ति गच्छत् प्रातिपदिके प्रश्नः कः प्रत्ययः इति तत् इति प्रातिपदिके कस्य प्रत्ययः अस्ति अस्माकं पाठः कः अस्ति इदानीं शत्रुप्रत्यय आम् आम् महोदय इदानीम् अवगच्छामि शत्रुप्रत्यये ऋकारस्य संज्ञा अस्ति खलु उगित् अस्ति किं विजया महोदय किम् आम् न अवगच्छति वा विजया महोदय प्रश्नः अत्र किम् इति अहं न मया न अवगतं गच्छत् इति उगित् कथमस्ति उगित् उगित् इत्युक्ते किम् उगित् इत्युक्ते अत्र ऊरु लु एतत् यत्र इत् भवति एतदेव उगित् अस्ति तर्हि गच्छत् मध्ये ऊरुरु मध्ये ऊरुतः कस्य संज्ञा अस्ति गच्छत् इति अनेन शत्रुप्रत्ययस्य ऋकारस्य संज्ञा अस्ति खलु अन्तिमवर्ण ऋकारः इति भवति अनन्तरं लशपद्धतिते इत्यनेन शकारः इति भवति तर्हि अत्र ऋकारस्य संज्ञा अस्ति ऋकारः उगित् उक् उप्रत्याहारे अस्ति अतः अत्र उगित् प्रकरणस्य अत्र प्रसक्तिः भवति हलो आम् महोदय आम् महोदय अवगच्छति वा इदानीम् आम् आम् आम् अस्तु एतदपि सर्वनामस्थाने अत्र एतत् सूत्रेण भवति किम् उगिदशां सर्वनामस्थाने अधातोः लुम् आमः यत्र यत्र अधातोः अस्ति तत्र एव लुम् आगमः भवति इति अतः एव अत्र गच्छन्त् इति भवति गच्छन्तः अवगच्छति वा महोदय आम् महोदय आम् महोदय आम् महोदय अस्तु अग्रे विजय महोदय गच्छति आम् हलन्त्यम् इत्यनेन मकार इं लोपस्य प्रसक्तिः तदा न विभक्तौ तुस्मः इत्यनेन लोपः बाधितः अतः तत्र अत्र अं तिष्ठति एव मकारः तिष्ठति एव अतः गच्छति योगः अम् इदानीं मुगुदच्छां सर्वनामस्थाने अधातोः इत्यनेन तुम् आगमः भवति कुत्र भवति चेत् मिदच्छोन्त्यात् परः अच् अन्त्यात् परः एव नुम् अन्त्यात् स्वरात् परे भवति गच्छन्त् योगः अं वर्णमेलनेन गच्छन्तम् इति द्वितीयविभक्ति एकवचनं भवति इदानीं गच्छत् योगः औट् हलन्त्यं तस्य लोपः इत्यस्मात् इत् लोपः औट् इति इत्यनेन सो जस् अम् औट् शस् टाभ्यां यस् एतत् औट् अत्र विवक्षा अस्ति अत्र अतः द्विवच प्रथमविभक्ति द्विवचनौ अनन्तरं द्वितीयविभक्ति द्विवचनौ अत्र औट् इति विवक्षा अस्ति अत्र अलन्त्यं तस्य लोपः इत्याभ्याम् इट् लोपः गच्छत् योगः औ एव तिष्ठति इदानीम् उगिदचां सर्वनामस्थाने अधातोः इत्यनेन नुम् आगमः अनन्तरं मिदचोन्त्यात् परः इत्यनेन नुम् अन्त्यात् स्वरात् परे गच्छन्त् योगः औ भवति वर्णमेलनेन गच्छन्तौ इति भवति महोदय द्विवचने इतः अग्रे नुम् आगमः न भवति अतः केवलं सन्धिकार्यं यथासङ्गम् यथा अत्र नुम् आगमः विषये किमपि नास्ति सन्धिकार्यमेव भवति इति अग्रे दत्तम् अत्र गच्छति योगः शस् लशिपदत्ते तस्य लोपः इत्यस्मात् अनुबन्धलोपः भवति अतः गच्छत् योगः शस् शास्थाने आ एव तिष्ठति गच्छत् योगः अस् वर्णमेलनेन गच्छत्तस् इति भवति अनन्तरं ऋत्वविसर्गौ योजनेन अत्र गच्छतः इति भवति तत्र अपि उपदेशाज अनुनासिके एतत् अपि भवति विराम अवसानं भवति अनन्तरं कर अवसानयोर्विसर्जनीयः एतत् भूत्वा अत्र गच्छतः इति तत्र अपि सकारस्य लोपः न भवति किमर्थं चेत् तत्र न विभक्तौ तु स्मः इति बाधित्वा अत्र कार्यं ससजिशोरुः कर अवसानयोर्विसर्जनीयः कार्यं भूत्वा गच्छतः इति अन्तिमरूपं निष्पन्नं महोदय अस्तु तर्हि गच्छतः अस्तु तर्हि गच्छन् गच्छन्तौ गच्छन्तः गच्छन्तं गच्छन्तौ गच्छतः अग्रे इदानीं तृतीयविभक्ति एकवचनं रघुपतिमहोदय पठतु हा महोदय श्रूयते खलु गच्छति घटा इति अस्ति अत्र चुटु तस्य लोपः इत्यनेन टी लोपः गच्छति योग गच्छत इति वर्णमेलन अतः तृतीयविभक्ति एकवचन गच्छत इति द्विवचने गच्छत् योग अभ्याम् इति अस्ति इदानीं स्वादिषु असरणस्थाने पदसंज्ञा अस्ति स्वादिषु असरणस्थाने इति पदसंज्ञा अस्ति अतः तत्र गच्छति इति जलां दशवन्ति इत्यस्य प्रसक्तिः अस्ति गच्छ इत्युक्ते तत्र पदान्ते विद्यमानस्य गच्छत् इत्यस्य गच्छद् इति भवति दकारः भवति जष्त्वम् अतः गच्छत् गच्छद्भ्याम् इति भवति तर्हि अत्र पश्यतु एकं नूतनमस्ति स्वादिषु असर्वनामस्थान यदा सर्वनामस्थानप्रत्ययः नास्ति तत्र अङ्गस्य पदसंज्ञा भवति इदानीं पर्यन्तम् अस्माभिः पठितं सुप्तिङ्गन्तं पदम् इति अस्ति खलु परन्तु ते परे अस्ति चेदपि अत्र नाम तत्र यानि कार्याणि सन्ति तानि अत्र अपि भवितुं शक्नुवन्ति गच्छत् योगः भ्याम् भ्याम् इति असर्वनामस्थानम् अस्ति अतः तत्र स्वादिषु इति प्रत्ययेषु असर्वनामस्थानम् अस्ति तत्र पदसंज्ञा भवति अतः गच्छत् इति पदम् तकार इति पदान्तमस्ति पदान्ततकारस्य किं भवति झलां जशवन्ते इत्येन दकारः भवति अतः रूपं भवति गच्छद्भ्याम् इति अवगच्छन्ति वा आं महोदय तर्हि इदानीं स्वादिषु असरणामस्थाने इति पठतु महोदय मुख्यसूत्रं हा स्वादिषु असरणामस्थाने इति सरणामस्थानसंज्ञकप्रत्ययान् अतिरिच्य सुप्रत्ययात् आरभ्य कप्रत्ययपर्यन्तं येषु कश्चन परे अस्ति चेत् पूर्वतनशब्दरूपस्य पदसंज्ञा भवति इति अस्ति यचिभम् इत्यनेन यस्मात् प्रकृतिरूपात् अजादिप्रत्ययः वा यकारादिप्रत्ययः वा विहितः सः भसंज्ञकः अतः फलितार्थे यस्मात् यादिभिन्नः यकारादिभिन्नः हलादि यकारादि अजादिभिन्नः अतः हलादिप्रत्ययः विहितः स पदसंज्ञकः भवति इयं पदसंज्ञा केवलं व्याकरणक्षेत्रे न तु लोके सौजसम्मोट् इत्यस्मात् आरभ्य उरः प्रभृतिभ्यः कप् इति पञ्चमाध्यासचतुर्थपादस्य एकपञ्चाशदधिक एकशततम् शततम् एकशतम् एकशततमं सूर्य सूत्रपर्यन्तम् इमे सर्वे प्रत्ययाः स्वादयः इति उच्यन्ते. न सर्वनामस्थानम् असर्वनामस्थानं नै तत्पुरुषम् तत्पुरुषः तस्मिन् असर्वनामस्थाने स्वादिषु सप्तम्यन्तम् असर्वनामस्थाने सप्तम्यन्तं द्विपदमिदं सूत्रं सुप्तिगन्तं पदम् इत्यस्मात् पदम् इत्यस्य अनुवृत्तिः अनुवृत्तिचैत्रम सूत्रमस्ति स्वादिषु असर्वनामस्थाने पदम् इति. अत्र वयं जानीमः तत्र पञ्चस्थलेषु तत्र सर्वनामसंज्ञा भवति इति वयं जानीमः तत्र सुट्नपुस्तकस्य आनपुस्तकस्य इति. परन्तु इदानीं तत्र अवशिष्टाः सुप्रत्ययाः अपि च सर्वे तत्र इदानीं स्वादिषु असर्वनामस्थाने इति सूत्रेण सामान्य किं क प्रत्ययम् इत्युक्ते तदितप्रत्यय क इति प्रत्ययपर्यन्तं यानि सर्व ये प्रत्ययाः सन्ति तेषां सर्वेषां तत्र सर्वनामस्यामित पदसंज्ञा भवति अनेन सूत्रेण स्वादि असर्वनामस्थाने. इदानीम् अग्रिमसूत्रमस्ति यचि बम् तदपि आकडारात् एका संज्ञा अपि पठतु तस्य एक तदनन्तरमेव वयं तस्य अस्तु यचिबम् इति अस्ति सर्वनामस्थानसंज्ञकप्रत्ययान् अतिरिच्य सुप्रत्ययात् आरभ्य कप्रत्ययपर्यन्तं ये प्रत्ययाः यकारादयः अजादयश्च येषु कश्चन परे अस्ति चेत् पूर्वतनशब्दस्वरूपस्य बसंज्ञा भवति. य च अच्च यच् इति समाहारद्वन्द्वः तस्मिन् यचि यचि सप्तम्यन्तं भं प्रथमान्तं द्विपदविधसूत्रं स्वादिशसर्वनामस्थान इत्यस्य पूर्णतया अनुवृत्तिः अनुवृत्तिसहितसूत्रम् अस्ति स्वादिषु असर्वनामस्थाने यचि भम् इति. अग्रे आकारात् एक आकडरात् एका संज्ञा इति अस्मात् सूत्रात् आरभ्य इत्युक्ते प्रथम अध्यायस्य चतुर्थपादस्य प्रथमसूत्रमस्ति अस्मात् सूत्रात् आरभ्य कडार कर्मधारये इति तत्र द्वितीय अध्यायस्य द्वितीयपादस्य अष्टात्रिंशत् सूत्र पर्यन्तम् एकस्य रूपस्य एका एव संज्ञा अर्हा. तत्र सर्वत्र पद्धतसंज्ञासूत्रं सर्वत्र परस्य संज्ञासूत्रस्य बलं विप्रतिषेधे परं कारम् इत्यनेन अथवा अपवादभूतत्वात् अस्तु. इदानीं वदामि प्रथमाध्यायस्य चतुर्थपादस्य सप्तदशतमं सूत्रमस्ति स्वादिशसरणमस्थाने. यत् सूत्रं वदति सुवादि असर्वनामस्थानसंज्ञकप्रत्ययात् आरभ्य तत्र कप्रत्ययपर्यन्तम् इत्युक्ते पञ्चमाध्यायस्य द्वितीयपादस्य चतुर्थपादस्य प्रायः अन्तिमपर्यन्तं 151 पर्यन्तं सर्वेषां तत्र कप्रत्ययपर्यन्तं सरण पदसंज्ञा भवति इति सूत्रं वदति. परन्तु अग्रिमसूत्रमस्ति यचि बम् इति सूत्रं वदति यकारादि अपि च यकारादि अपि च अजादि प्रत्यय अस्ति चेत् असर्वनामस्थाने तत् असर्वनामस्थाने इदानीं तत् तेषां तत्र बसंज्ञा भवति इति अस्ति बसंज्ञा भवति. तर्हि तत्र इदानीं संज्ञाद्वयमस्ति परन्तु आकार एकसंज्ञा इत्यस्मिन् अधिकारे अस्ति इति कृत्वा इदानीं यकारादि अजादिप्रत्यय अस्ति असर्वनामस्थान इत्युक्ते तत्र पञ्चस्थलेषु विहाय अन्यत्र सर्वत्र सुबन्धप्रकरणे अपि च तद्धितप्रकरणे ये प्रत्ययाः सन्ति तेषां यकारादि अजादिप्रत्ययः अस्ति चेत् बसंज्ञका भवति. अन्येषाम् इत्युक्ते हलादिप्रत्यय हलादि यकारादि आजादि अनन्तरम् अजादि इत्युक्ते यकारं विहाय अन्ये हलादिप्रत्ययाः सन्ति तेषां पदसंज्ञा भवति. तर्हि बसंज्ञा एकमस्ति पद अपि च पदसंज्ञा एकमस्ति. एतत् पदसंज्ञा एतत् वयं सामान्यसूत्रमस्ति सुप्तिगन्तं पदं तादृशं नास्ति. एतत् लोके तस्य व्यवहारः न तस्य प्रयोगः न कर्तुं शक्नुमः. यद्यपि गच्छति भ्यामिति अस्ति गच्छति इत्यस्य लोके तत्र पदसंज्ञा इति स्वीकृत्य तस्य प्रयोगः न भवति. महोदय शिबम् इति सूत्रं न अवगच्छामि महोदय. यकारादि अजादि प्रत्यय अस्ति तत्र सुप्रत्ययेषु पञ्चतुस्थलेषु सर्वनामस्थानम् अस्ति तत्र अन्ये तत्र त्रयोदश सन्ति तेषु यकारादि अजादि अस्ति चेत् तत्र भासंज्ञा भवति अपि च अन्येषु तत्र सुबन्ध तद्धितप्रकरणे तद्धितप्रत्ययाः सन्ति तेषामपि भासंज्ञा भवति यदि यकारादि अजादि अस्ति चेत् इति अस्ति यदि भासंज्ञकः भवति अन्येषां पदसंज्ञा भवति इति अस्ति सादृश असरणावस्थाने इत्यनेन तर्हि किमस्ति यदा सर्वनामस्थानप्रत्ययः अस्ति सु औदस् अम् औट् अथवा नपुंसकलिङ्गे षि यदि सर्वनामस्थानप्रत्ययः नास्ति तर्हि ये सु आ सुतः कप् पर्यन्तं ये प्रत्ययाः सन्ति चतुर्थ अपि च पञ्चम अध्याये ते तेषां पदसंज्ञा भवति प्रत्ययः सन्ति ते प्रत्यय परे अस्ति चेत् सः प्रत्यय परे अस्ति चेत् अङ्गस्य पदसंज्ञा भवति इति एकमस्ति अस्तु परन्तु यदि सः असर्वनामस्थानप्रत्ययः यकारादि अथवा अजादि अस्ति चेत् तत्र यचिभम् इति सूत्रेण अङ्गस्य भसंज्ञा अपि भवति नाम यकारादि अथवा अजादि प्रत्ययः नास्ति चेत् सर्वनामस्थानप्रत्ययः नास्ति चेत् तु सम्यक् तु पदसंज्ञा भवति अङ्गस्य परन्तु यकारादि अथवा अजादि प्रत्ययः अस्ति चेत् अङ्गस्य भसंज्ञा अपि भवति अपि च पदसंज्ञा अपि भवति तर्हि तत्र एकं सूत्रमस्ति आकडारात् एका संज्ञा आ कडारात् एका संज्ञा नाम आ कडारात् आ इत्युक्ते अत्र तर्हि अत्र आरभ्य कडाराः कर्मधारयः इति सूत्रपर्यन्तं यानि यानि सूत्राणि सन्ति अस्तु तत्र एक एव संज्ञा सूत्रं कार्यं कर्तुं शक्नोति यदि बहु यदि बहुव्यः संज्ञाः सन्ति तर्हि आकडारात् एका संज्ञा अस्मिन् अधिकारे यचिभम् अपि आगच्छति स्वादेषु असर्वनामस्थाने इति अपि आगच्छति अस्तु अतः आकडारात् एका संज्ञा इत्यनेन यचिभम् इत्यनेन भसंज्ञा भवितुं शक्नोति अथवा स्वादिषु असर्वनामस्थाने इत्यनेन पदसंज्ञा भवितुं शक्नोति संज्ञाद्वयं न भवितुं शक्नोति तर्हि कस्य संज्ञा भवति इत्यनेन विप्रतिषेधे परं कार्यम् इत्यनेन परसूत्रसूत्रेण यः संज्ञा भवति सा एव संज्ञा अन्तिमे भवति परसूत्रं किमस्ति यचिभम् यकारादयः अजादयः प्रत्ययः सन्ति चेत् भसंज्ञा भवति आहत्य असर्वनामस्थानप्रत्यये परे यदि सः प्रत्ययः यकारादि अथवा अजादि अस्ति चेत् पूर्व अङ्गस्य भसंज्ञा भवति तत्र भसंज्ञा कृते यानि यानि कार्याणि सन्ति तेषां प्रसक्तिः भवति अन्यथा ये यकारादि नास्ति अपि च अजादि अपि नास्ति तादृश असर्वनामस्थानप्रत्ययपरे अस्ति चेत् अङ्गस्य पदसंज्ञा भवति पदस्य कृते यानि यानि कार्याणि सन्ति तत्तेषां तत्र प्रसक्तिः भवति अन्तिमे अत्र पदसंज्ञा यः या अस्ति तत्तु केवलं व्याकरणरीत्या ग्रामेटिकलि पदसंज्ञा अस्ति लोके तु सुप्तिङ्गन्तं पदम् इत्यनेन यत् पदसंज्ञा भवति या पदसंज्ञा भवति ता एव भवति नाम सुप्तिङ्गन्तं पदं लोके तु सुप्तिङ्गन्तं पदमेव पदम् अस्ति परन्तु व्याकरणे अत्र स्वादिषु असर्वनामस्थाने इत्यनेन अपि पदसंज्ञा भवति येन तत्र पदसंज्ञा कृते पदस्य कृते यानि कार्याणि भवन्ति तानि सर्वाणि भवन्ति परन्तु लोके तस्य पदसंज्ञा किमपि तस्य महत्त्वं नास्ति इति इति मुख्य एक बिन्दुः अस्ति. अस्तु, तर्हि अत्र महोदय भ्यां बिस् भ्यां ब्यस् भ्यां ब्यस् अपि च सुप् एते तत्र हलादि यकारादि भिन्नः अस्ति, अजादि भिन्नः सन्ति, अतः सुप्रत्ययेषु एते व एक तत्र वन् टु त्री फोर् फैव् सिक्स् सेवे सप्तसु स्थलेषु तत्र पदसंज्ञा भवति. अन्ये सर्वे तत्र अजादि अपि अथवा यकारादि टा इति अकारादि अस्ति, ङे इति तत्र तत्रापि तत् अजादि अस्ति, आजादि अस्ति, अङ्गस् इति गसि गस् गी ओस् ओस् अपि च आम् तत् तदपि तत्र भासंज्ञा अस्ति इति. अतः तत्र भसंज्ञा अस्ति, पदसंज्ञा नास्ति, अतः तत्र तकारः दकारः न भवति, यतोहि झलाम् अन्यथा गच्छ दा भवेत् अतः खलु खलु महोदय गच्छति योग टा इत्यस्मिन् गच्छ दा इति स्यात्, परन्तु न भवत् अजाजि प्रत्यय भसञ्ज्ञक इति कृत्वा गच्छता इति भवति. यदि तस्य पदसंज्ञा आसीत् तर्हि झलां जशोन्ते इत्येन गच्छ दा इति भवेत् खलु. आमाम्, अस्तु, सर्वे आगच्छन्ति वा? प्रश्नः अस्ति वा कस्यापि? न महोदय, स्पष्टमस्ति. स्वादिषु इत्युक्ते सु आदि आरभ्य क प्रत्ययपर्यन्तम् इत्येव अस्ति अत्र. स्वादिषु इति केवलं सुप्रत्ययेषु नास्ति, तत्र प्रतिप्रत्ययः खलु. चतुर्थे पञ्चमे पादे पाठे ये प्रत्ययाः सन्ति सु आरभ्य ते सर्वे. अस्तु, तर्हि अग्रे पठतु विजया महोदय. गच्छत् योगः न, विजयान भवानेव पठतु. गच्छत् योगः बिस्, हा गच्छत् योगः बिस् इति अस्ति. इदानीं बकारादि तत्र इदानीं स्वादिश अतरणां स्थाने इत्यनेन तत् यकारादि नास्ति, अजादि नास्ति, अतः तत्र पदसंज्ञा अस्ति स्वादिश अतरणां स्थाने इति सूत्रेण. तर्हि गच्छत् इत्यस्य पदसंज्ञा अस्ति, तज्जलाञ्जशन्दिशक्ति प्रसक्ति. गच्छद् योग बिस् गच्छद्भिः इति भवति, गच्छद्भिः इति भवति, तत्र सकारस्य सशिशोरुः इत्यर्थोक्तं विसर्गः इति अस्ति. इदानीं विजया महोदय अग्रे पठतु चतुर्थी विभक्ति. गच्छत् योगण्णि गच्छत् योगः भवत्याः ध्वनिः न्यूना अस्ति. अत्र लशकुतते तस्य लोपः इत्याभ्याम् अनुबन्धलोपः गच्छत् योगः ये एव तिष्ठति वर्णमेलनेन गच्छत् महोदय प्रश्नः अस्ति मम. अत्र तकारस्य यथा गच्छद्भिः गच्छद्भ्यां मध्ये दकारः भवति, तर्हि अत्र अपि गच्छते मध्ये तकारस्य दकारः किमर्थं न भवति? गच्छद्दे किमर्थं नास्ति? गच्छत्ते किमर्थम्? वर्णमेलनमस्ति खलु महोदय अत्र. विजय महोदय भवती गच्छते मध्ये वर्णमेलनमस्ति, परं दकारः किमर्थं न भवति? यथा गच्छद्भ्यां मध्ये दकारः भवति, गच्छद्भिः मध्ये दकारः भवति, तर्हि गच्छते मध्ये अपि दकारः किमर्थं न भवति? अत्र गच्छत् योगः बिस् इत्यनेन गच्छद्भिः अत्र जस्वं भूत्वा तकारस्य स्थाने जस्वं भूत्वा गच्छत् इति भवति, द्वयं भवति, गच्छति एकस्मिन् पक्षे अन्यस्मिन् जस्वं भूत्वा गच्छद् इति भवति. न न न न एक रूपम् अस्ति, जस्वं नित्यं भवति. किमस्ति अत्र गच्छते मध्ये जस्त्वं किमर्थं न भवति? पदसंज्ञा भवति खलु महोदय इत्यनेन संहितायां तकारस्य कुत्र पदसंज्ञा भवति? स्थाने इत्यनेन गच्छत् इत्यस्य पदसंज्ञा भवति. कुत्र कीदृशप्रत्ययपरे? सुट् अप्सो जस् अमौट् किम् किमर्थमिति न अहं न जानामि महोदय. न न भवती वदतु, भवती वदति पदसंज्ञा अस्ति खलु, कस्य पदसंज्ञा अस्ति, कुत्र भवति, तर्हि यकारादि अत्र सर्वनामस्थाने तर्हि गच्छते मध्ये ए इति असर्वनामस्थान अस्ति खलु. आम् आम् तर्हि पदसंज्ञा भवेत् अत्र अपि. अत्र पदसंज्ञा नास्ति महोदय, अत्र किमस्ति, अत्र यचिवम् यकारः नास्ति, आचार्यः नास्ति. सम्यक्. यचिवम् इत्युक्ते किम्? अत्र यकारादिप्रत्ययः अनन्तरं वासंज्ञा विषये अत्र एतत् यकारादयः अजादयः अस्ति चेत् अत्र अस्ति चेत् भवसंज्ञा भवति खलु. आम् अत्र गच्छत् गच्छत्योग ए मध्ये अकार अजादि अस्ति खलु. किं किं किं महोदय? गच्छत्योग ए मध्ये चतुर्थीविभक्ति एकवचनम् अजादि अस्ति खलु. आम् अजादि अस्ति, अतः भवसंज्ञा भवति, पदसंज्ञा न भवति. आम् मया उक्तं पदसंज्ञा पदसंज्ञा भवति अतः न भवति इति. पदसंज्ञा नास्ति अतः तत्र चष्टं न भवति. अस्तु अग्रे पठतु. अस्तु महोदय. आम् इत्यनेन अत्र गच्छति योग ये वर्णमेलनेन गच्छते इति भवति चतुर्थीविभक्ति एकवचनम्. अनन्तरं गच्छति योगः व्यस् एतत् अत्र चतुर्थी पञ्चमी इत्याभ्यां भवति. स्वादिषु सर्वनामस्थाने इत्यनेन गच्छति इत्यस्य पदसंज्ञा भवति. जलां जशन्ति इत्यनेन संहितायां तकारस्य जस्त्वं भूत्वा गच्छद्भ्यस् इति भवति. रुत्वविसर्गौ गच्छद्भ्यः इति भवति. अनन्तरं गच्छति योगः न्यसि एतत् पञ्चमी अपि भवति षष्ठी अपि भवति खलु महोदय, गच्छतक गच्छतक इति. न्यसि इत्यस्य लशक्वतद्धिते उपदेश अज अनुनासिके इत् तस्य लोपः इत्याभ्याम् अनुबन्धलोप अनन्तरम् अत्र अस्यैव तिष्ठति. इदानीं वर्णमेलनेन गच्छतस् रुत्वविसर्गौ गच्छतः इति भवति. एतत् नसि नस् इदानीमेव अत्र अत्र नसि नस् इत्यनेन नसि इति पञ्चमी विभक्ति. नसि इति पञ्चमी अनन्तरं नस् इति षष्ठी एकवचनं, परन्तु रूपं समानमेव खलु महोदय? किमर्थं? यतोहि इकारस्य संज्ञा भवति नसि मध्ये. आं महोदय, पर न गच्छतः गच्छतः रूपं समानमेव इति मम गच्छति योगः न्यस् इदानीं षष्ठी एकवचनं लशक्वतत्ते तस्य लोपः इत्याभ्याम् अनुबन्धलोपः अतः अस्यैव तिष्ठति. गच्छति योगः अस् वर्णमेलनेन गच्छतस् ऋत्वविसर्गो गच्छतः इति भवति. अत्र नस् मध्ये महोदय नस् मध्ये सकारस्य लोपः किमर्थं न भवति हलन्त्यं सूत्रेण? न विभक्ततुष्माः अस्ति खलु महोदय, एतत् सूत्रेण अत्र प्रबाद्य सकारः कार्यं करोति एव. इदानीं गच्छतु ओस् सो जस् अमौट् ताभ्यां बिस् इत्याभ्याम् अत्र ओस् षष्टिविभक्ति द्विवचने विवक्षायां गच्छति योगः ओस् इति भवति. अत्र वर्णमेलनेन गच्छतोस् इति भवति. अनन्तरं ऋत्वविसर्गौ गच्छतोः गच्छतोः इति भवति. गच्छतः गच्छतोः गच्छताम् इति भवति. गच्छति योगः आम् एतदपि आम् षष्ठी बहुवचने विवक्षायाम् अलन्त्यम् इत्यनेन मकर इं लोपस्य प्रसक्तिः तदा न भवति. किमर्थं चेत् अत्र न विभक्तसुष्माः इत्यनेन लोपः बाधितः अतः वर्णमेलनेन गच्छताम् इति भवति. इदानीं ङि सप्तमी विभक्ति एकवचनं गच्छति योगुकं ङि हलन्त्यन्तस्य लोपके इत्याभ्यां ञकारस्य लोपः गच्छति योगुक इ एव तिष्ठति अत्र अनुबन्धलोपानन्तरम् अतः वर्णमेलनेन गच्छति इति सप्तमी विभक्ति एकवचनं कोसु पूर्वमेव दृष्टमन्तः गच्छतोः इति अनन्तरं गच्छतु इति अत्र इन्कोः इति कुत्रापि कार्यं नास्ति एव गच्छति ओहोः सुप् भवति पकारस्य अनन्तरं तस्य लोपक इत्याभ्यां पकारस्य लोपः भवति सु एव तिष्ठति. इदानीम् अत्र तकारः अस्ति तत्र करिच इत्यनेन चर्त्वं भवति अतः एतावत् तिष्ठति एव गच्छत्सु इति अन्तिमरूपं भवति. वस्तुतः गच्छत्योग सुप् मध्ये दोषः अस्ति. पश्यतु गच्छत्योग सुप् कोऽपि वक्तुं शक्नोति वा दोषः कः अस्ति? न, रूपं समान रूपं सम्यक् अस्ति परन्तु यत् लिखितं तत् दोषः अस्ति. अत्र आम् आम् आम् अत्र भासंज्ञा एव भासंज्ञा अस्ति वा अत्र किमर्थं यकारादि अस्ति वा सुप् वर्ते अथवा अजादि अस्ति वा? सुप् नास्ति अतः का संज्ञा भवति? पदसंज्ञा. पदसंज्ञा अस्ति चेत् तकारस्य जष्त्वं न भवति वा जलां जषवन्ते इत्यनेन? आम् पदसंज्ञा अस्ति अतः जलां जषवन्ते इति सूत्रेण तकारस्य तकारः भवति खलु? अनन्तरमेव भवति. किम्? अनन्तरमेव भवति. गच्छद् योगसु अनन्तरं गच्छत्सु इति पुनः करिचय इत्यनेन भवति. जलां जषन्ते कार्यं करोति तत् कार्यं भवेत् कार्यं करोति तेन तत्र दकारः भवति गच्छद् योगः सु तदनन्तरं खरिच आगत्य दकारस्तकारः भूत्वा गच्छत्सु इति अस्ति. तत्र मध्ये दकारः भवति यतोहि पदसंज्ञा अस्ति. अवगच्छन्ति वा सर्वे? भासङ्ख्यकस्य का उपयोगम् अस्ति तत्र अग्रे भवसंज्ञा कृते सूत्राणि सन्ति. अत्र नास्ति अत्र पदसंज्ञा वारणार्थमेव अत्र कार्यमस्ति अत्र अस्मिन् प्रसक्तिः अस्ति. अस्तु रघुपतिमहोदय अग्रे अग्रे अव्यक्तसंज्ञकाशुभन्तरूपाणि तत्र जुहत्यादौ अदादौ च जुहत्यादिगणे शतसंज्ञे अदादौ अपि अस्ति वा? आमाम् आं केचन अस्ति खलु दक्षित्याभ्य षट् इति षट् दातवः अभ्यस्तसंज्ञकाः भवन्ति यद्यपि द्युत्तं न भवति परन्तु तेषाम् अभ्यस्तसंज्ञा भवति खलु जक्षित्याभ्य षट् इति जक्षित् जागृ किं तत्र अन्ति खलु तत्र सप्त षट् षट् अपि सप्त दातवः जक्षित् आरभ्य षट् जक्षित् प्लस् षट् इति अतः एव तत्र अभ्यसंज्ञकः अस्ति. इदानीं ज्योत्यादिगणे सर्वेषां भवति तत्र शत्रुप्रसङ्गे पुल्लिङ्गे ज्योत्यादिगणे नुमागमः न भवति. किमर्थम् इत्युक्ते सूत्रमस्ति न अभ्यस्ताश्चतुः इति अभ्यस्तसंज्ञकात् शत्रुप्रत्ययस्य नुमागमः न भवति. उगितजां सर्वनामस्थाने सर्वनामस्थाने अधातोः इत्यस्य निषेधकं सूत्रमस्ति. न पदम् अभ्यस्तात् पञ्चम्यन्तं शतुः इति षष्ट्यन्तं त्रिपदविधं सूत्रम् इदितोनुम् धातोः इत्यस्मात् नुम् इत्यस्य अनुवृत्तिः अङ्गस्य इत्यस्य अधिकारः अनुवृत्तहितुः सूत्रमस्ति. न अभ्यस्तात् अङ्गात् शतुः इत्युक्ते शतृ इत्यस्य शतुः इति पितुः इति शतुः नुम् इति अस्ति. नुम् आगमः न भवति इति अनेन सूत्रेण. अग्रे अभ्यस्तसंज्ञक इति किम् अस्ति इति वयं जानीमः. अभ्यसंज्ञकस्य उभे अभ्यस्तम् इति तत् संज्ञासूत्रमस्ति. अभ्यस्त द्वित्वस्य अनन्तरं द्वयोः भागयोः समुदायः अभ्यस्तसंज्ञकः भवति. उभे प्रथमान्तम् अभ्यस्तं प्रथमान्तं द्विपदविधं सूत्रम् एकाचो द्वे प्रथमसि इत्यस्मात् द्वे इत्यस्य अनुवृत्तिः अनुसेतुतमस्ति. उभे द्वे अभ्यस्तम् इति अभ्यास अपि च तत्र मिलित्वा यद् द्युत्थं कार्यं भवति अनन्तरं मिलित्वा तेषाम् अभ्यस्तसंज्ञा भवति इति अस्ति. तर्हि अत्र दा धातु अस्ति इदानीं दा धातु अस्ति तत्र तत्र ददायोग अत् तत्र अकारस्य आकारस्य लोपः भवति अष्टाभ्यस्तवरातः इत्यनेन तत्र दद् युग अत् ददत्. इदानीं तत्र यद्यपि प्रथम स्वादिषु शक्यमतं सर्वनामस्थानम् अस्ति परन्तु नाभ्यस्तशतु इत्यनेन प्रथम एकवचने न भवति प्रथमविभक्ति एकवचने अपि तत्र ददत् अथवा ददत् तथैव ददतौ ददतः ददतं ददतौ इति तत्र अनन्तरं सम्मानि ददतः तत्र तत्र अन्त बहुवचने तत्र न भवति सरणं सन्नास्ति बहुवचने द्वितीयविभक्ति ददतः एव. तर्हि तत्रैव जुह्वत् जुह्वद् जुह्वतौ जुह्वतः जुह्वतं जुह्वतौ जुह्वतः तत् सर्वत्र यद्यपि सरणामस्थानम् अस्ति तत्र नुमागमः न भवति नाभ्यस्ताश्चतुः इत्यनेन इत्यनेन इति अस्ति. अग्रे अग्रे जलां दृश्यन्ति वयं जानीमः इत्यनेन पदान्ते तकारस्य जस्तं भवति वावसाने अवसाने जलः विकल्पेन चरादेशः भवति वयं जानीमः वावसाने इति अतः ददत् ददत् इति भवति पदान्ते जुह्वत् जुह्वद् इति भवति इति अवसाने जल् जल् जलां चर् तत्र विकल्पेन वा संहितायाम् इति अस्ति अत्र अवसाने पदान्ते विद्यमानस्य जल इत्यस्य विकल्पेन चरादेशः भवति इति वयं जानीमः. अग्रे अदादिगणे तत्र नाभ्यच्छतु इत्यस्य सूत्रस्य प्रसक्तिः अदादिगणे अपि भवति यद्यपि तद्वित्तं न भवति परन्तु साक्षात् तेषाम् अभ्यस्तसंज्ञा भवति. अदादौ सप्त अभ्यस्तसंज्ञकदातवः सन्ति अतः तेषामपि नुमागमः निषिद्धः अनेन सूत्रेण नाभ्यस्ताश्चतुः इत्यनेन. जक्षित्यादयः षट् इति के इति तत्र अनेन सूत्रेण भवति. जागृ आदय षड् दातवः सप्तमश्च जक्ष् इत्येषाम् अभ्यस्तसंज्ञा भवति. अदादिगणे एकः अन्तर्गणः वर्तते यस्मिन् सप्तधातवः सन्ति जक्ष् जागृ दरिद्र चकास् शास् दीधीङ् वेवीङ् इति एते सप्त धातवः सन्ति. अनेन सूत्रेण एतेषां धातूनाम् अभ्यस्तसंज्ञा भवति. षड् धातवः दक्षिति च सप्तमा एते अभ्यस्तसंज्ञासुः इति सूत्रम् अस्ति. इति आदिः येषां ते इत्यादयः दक्षित्यादयः षट् इति दक्षित्यादयः इति शब्दस्य रूपनिष्वनमपि इति शब्देन जक्ष् परामर्शः. जक्ष् प्रथमान्तम् इत्यादयः प्रथमान्तं षट् प्रथमान्तं त्रिपदमिदं सूत्रम् उभे अभ्यस्तमित्यस्मात् अभ्यस्त इत्यस्य अनुवृत्तिः अनुच्छेद सूत्रमस्ति. जक्षितादयः षट् अभ्यस्तम् अतः जाग्रत् जाग्रत् इति भवति. जाग्रतौ जाग्रतः जाग्रतं जाग्रतौ जाग्रतः. जक्षत् जक्षत् जक्षतौ जक्षतः जक्षतं जक्षतौ जक्षतः. दरिद्रत् दरिद्रद् इति भवति. दरिद्रतौ दरिद्रतः दरिद्रतं दरिद्रतौ दरिद्रतः इति तत्र सर्वत्र नुमागमः सर्वनामस्थाने नुमागमनिषेधः अस्ति. अत्र अदादिगणे तेषां साक्षात् अभ्यस्तसंज्ञा विधीयते यद्यपि अभ्यासः न तत्र द्युत्तं नास्ति तदापि उभे अभ्यस्तम् इत्यनेन न भवति तत्र दक्षितावश्यात् इत्यनेन एव भवति. अवगच्छन्ति वा सर्वे? आम् महोदय. तत्र इत्यनेन अदादिगणे सप्तधातवः अपि च उभे अभ्यस्तम् इत्यनेन ज्योत्यादिगणे सर्वधातवः. तत्र पुलिङ्गे नुमागमः कुत्रापि न भवति. सर्वनामस्थानप्रत्यये परे अस्ति चेदपि तेन सूत्रेण नाभ्यस्तात् चतुः. अस्तु, प्रश्नः अस्ति वा कस्यापि? नास्ति महोदय, इदानीं पर्यन्तं स्पष्टमस्ति. अस्तु, तर्हि इति पुलिङ्गे कीदृशं कार्यं भवति इति अस्माभिः पठितम्. पुलिङ्गे पुलिङ्गे अस्तु तर्हि इदानीं नपुंसकलिङ्गस्य इदानीं कार्यमस्ति तद् वयम् अग्रिमरविवासरे पठिष्यामः नूतनविषयः अस्ति इदानीं प्रश्नः नास्ति चेत् विरमामः शुभरात्रिः अस्तु महोदय धन्यवादः शुभरात्रिः धन्यवादः महोदय धन्यवादः